अस्तु, तर्हि एतावत् पर्यन्तं नाम गते वर्गे जीवात्मनः निरूपणं जातं, तत्र किञ्चित् पुनरावर्तनरीत्या चिन्तयामः किञ्चित्। जीवात्मा विभुः नित्यञ्च इति आसीत्। जीवात्मा विभुः अस्ति, नित्यमपि अस्ति। विभुत्वं कथं साधितं? विभुत्वं साधितं परममहत्परिमाणस्य स्वीकारेण विभुत्वं तत्र तथा भवति। अपि च विभु परममहत् परिमाणस्य अस्वीकारे मध्यमपरिमाणं स्वीकुर्मश्चेत् तत्र जीवात्मा मध्यमपरिमाणम् इति वदामश्चेत् तदा जीवात्मा विनाशी भवति, मध्यमपरिमाणवान् भवति चेत्, यथा घटः पटः इत्यादिकं भवति। एकवारं यदा विनाशी इति जातं चेत् तत्र नित्यत्वं न तिष्ठति। नित्यत्वस्य अभावे जीवात्मा नित्यं नास्ति चेत् तत्र दोषः भवति, दोषद्वयं, कृतस्य हानिः अपि च अकृतस्य अभ्यागमः इति। परन्तु तथा न स्यात्। जीवात्मना कृतं पापं पुण्यम् अग्रे अपरस्मिन् जन्मनि अपि भवति इति कृत्वा जीवात्मनः नाशः कदापि न भवति। तदर्थं तस्य मध्यमपरिमाणमपि न भवितुम् अर्हति, यतोहि तत् सः विनाशी नास्ति इति। अनन्तरम् जीवात्मनः अनुपरिमाणे परिमाणस्य स्वीकारे अपि दोषः अस्ति इति दृष्टम्। अनुपरिमाणस्वीकारे जीवात्मनः दोषः कः इत्युक्ते, जीवात्मा अनुपरिमाणवान्, एकस्मिन् शरीरस्य एकस्मिन् भागे वर्तते इति स्वीकुर्मश्चेत् तत्र शरीरे याः वेदनाः भवन्ति ताः सर्वे न अनुभूयन्ते इत्यपि सञ्जायते। तर्हि तन्नास्य, तथा न भवति, भवति एव। एकस्मिन् भागे अस्ति चेत् एकदेशे यत्र भवति तत्र जायमाना वेदना एव अनुभूयेत, अपरत्र यद् जायते तद् न, सा न अनुभूयेत इति भवति। परन्तु तथा न भवति, शरीरस्य अवच्छेदनेन युगपत् वेदनाः अनुभूयन्ते जीवात्मना। तदर्थं जीवात्मनः अनुपरिमाणस्वीकारः अपि नास्ति। तर्हि मध्यमपरिमाणस्वीकारः नास्ति, अनुपरिमाणस्वीकारः नास्ति, जीवात्मनः परममहत्परिमाणम् एव स्वीकृतं। तेन जीवात्मा विभुः अस्ति, अपि च जीवात्मा नित्यं च, जीवात्मा नित्यः च अस्ति इति वयं दृष्टवन्तः। अन्यद् आसीद् यद् यद्यपि जीवात्मा सर्वत्र भवति, परन्तु जीवात्मनि विद्यमानं ज्ञानं स्वशरीरसम्बद्धं ज्ञानमस्ति। जीवात्मा सर्वव्यापी तु अस्ति एव विभुः, किन्तु अपरेषु शरीरेषु यद् ज्ञानं वर्तते तद् न भवति जीवात्मनि। जीवात्मनि स्वशरीरसम्बद्धज्ञानमेव वर्तते इति एते अंशाः परिशीलिताः गते सप्ताहे। अधुना मनसः निरूपणस्य विषये चर्चा आरभते। तर्हि करपत्रम् उद्घाटितमस्ति वा सर्वेषां पुरतः? नूतनतया केन केन आगतं, नामानि चिन्तताम्? नमस्ते भगिनि, अजितः। अजितमहोदय, अनन्तरम् अन्य कोऽपि? ध्वनिः श्रुता, अन्य कोऽपि अस्ति वा अजितमहोदयस्य अनन्तरम्? अन्य कोऽपि अस्तु, करपत्रात् तर्हि पठेम। अखिला भगिनी आरब्धुम् इच्छति वा? मनः इत्यस्मात् आरभ्य करपत्रे। अस्तु भगिनि, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, तच्च प्रत्यात्मनित्यत्वात् अनन्तं परमाणुरूपं नित्यं च। सुखादीनाम् उपलब्धिः इति सुखादुपलब्धिः षष्टितत्पुरुषसमासः। उपलब्धिः नाम प्रत्यक्षं। कस्य प्रत्यक्षं? सुखादीनां प्रत्यक्षं। सुखस्य प्रत्यक्षं दुःखस्य प्रत्यक्षं ज्ञानस्य प्रत्यक्षम् इच्छायाः प्रत्यक्षम् इमे नवगुणाः इति आदिपदेन स्वीकार्यम्. आत्मनि विद्यमानाः गुणाः ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावना भावनाख्यसंस्कारः उपलब्धिः इति प्रत्यक्षं प्रत्यक्षम् इति एकविधज्ञानं ज्ञानं चतुर्विधं प्रत्यक्षम् अनुमितिः उपमितिः शब्दबोधः च. प्रत्यक्षम् अन्यतमं ज्ञानम् इन्द्रियजन्यं ज्ञानं प्रत्यक्ष चक्षुरिन्द्रियेण एकं ज्ञानं जायते. किं ज्ञानम्? इदं पुस्तकम् इति ज्ञानम्. इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम् अपि च एतदेव इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम् एतदपि एकं ज्ञानम्. एतद् ज्ञानं नाम अहं जानामि इति ज्ञानम् एतदपि एकं ज्ञानम्. अहं ज्ञानस्य आश्रयः. अहम् इति पदार्थः जीवात्मा. अहम् इत्यनेन जीवात्मनः प्रत्यक्षं जायते अपि च जानामि इत्यनेन ज्ञानं भासते. तादृशज्ञानस्य प्रत्यक्षं भवति मनसा. मनसः लक्षणवाक्यमस्ति सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः इति. मनः तच्च क्षम्यतां प्रयतात्मनित्यत्वात् अनन्तं परमाणुरूपं नित्यं च. प्रत्यात्मनित्यत्वात् अनन्तं परमाणुरूपं नित्यं च इति तदेव मनसः रक्षणवाक्यमस्ति. तत्र सुखादीनाम् उपलब्धिः इति प्रथमम् अस्ति. सुखादि उपलब्धिः इत्युक्ते सुखादीनाम् उपलब्धिः. सुखादि इत्युक्ते तत्र नवगुणाः ये सन्ति ये सन्ति तेषां ते एव तत्र सुखादि इति पदेन प्रतिपादितमस्ति. ज्ञानं सुखं दुःखम् इत्यादि नवगुणाः. उपलब्धिः इत्युक्ते प्रत्यक्षं. प्रत्यक्षम् इत्युक्ते यद् ज्ञानम् इन्द्रियेण आगच्छति अहं प्राप्नुमः वयं प्राप्नुमः तदेव ज्ञानम् अस्ति प्रत्यक्षम् इति. ज्ञानं चतुर्विधं भवति. प्रत्यक्षम् इति एकविधं ज्ञानम् अस्ति. अन्य अस्ति अनुमितिः उपमितिः शब्दबोधः. तत्र यदा वयं पुस्तकमस्ति तत् पश्यामः चेत् तत्र इदं पुस्तकम् इति एकं ज्ञानम् आयाति चक्षुषा. तदपि प्रत्यक्षज्ञानं भवति परन्तु तत् चक्षुषा आगच्छति. तद् अनन्तरम् इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम् इति अहं जानामि इति इतोपि एकं ज्ञानम् आयाति. तस्य उत्पाद्यकारणमस्ति मनः. तत्र अहम् इति यत् शब्दमस्ति तद् अहम् इत्युक्ते तत्र जीवात्मा. तत्र अहं जानामि इति यद् ज्ञानम् आगच्छति तस्य ज्ञानस्य इन्द्रियं भवति मनः. बहु सम्यक् अस्ति. सारांशत्वेन भगिन्या उक्तम् अत्र कोऽपि प्रश्नः नास्ति इति मन्ये. मनसा किं किं गृह्यते इति प्रश्ने कृते मनसा आत्मा गृह्यते. अहम् इति यत् पदमस्ति तदेव आत्मा. अहमेव जीवात्मा इति ज्ञानं मनसा गृह्यते. अनन्तरं यथा भगिन्या उक्तम् आत्मनि नवगुणाः भवन्ति तेषामपि ग्रहणं भवति मनसा इति. इत्यर्थं सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति उक्तम्. अत्र भगिनी एव वदतु चतुर्विधज्ञानम् इति उक्तं प्रत्यक्षम् अनुमतिः उपमितिः शब्दबोधः च इति. तर्हि उपलब्धिः कीदृशम् अस्ति ज्ञानम्? उपलब्धिः प्रत्यक्षज्ञानमस्ति. हा सत्यं चतुर्विधज्ञानमस्ति खलु. तत्र उपलब्धिः प्रत्यक्षम् इति समानमस्ति. मनसा यद्गृह्यते तत् प्रत्यक्षज्ञानमेव. अहं जानामि अहं सुखी इत्यादिकं मनसा गृह्यते. भगिनी तत्र प्रश्नः अस्ति, उपलब्धिः इति प्रत्यक्षम् एव, परन्तु तत्र बाह्येन्द्रियम् अन्तरिन्द्रियम् इति अस्ति खलु, तत्र उपलब्धिः प्रत्यक्षम् इति प्रयोगः तत्र किमपि वैशिष्ट्यम् अस्ति वा? बाह्येन्द्रियेण यद् ज्ञानम् आयाति तत् प्रत्यक्षम्, अन्तरिन्द्रियेण यद् ज्ञानम् उत्पन्नं भवति तद् उपलब्धिः इति किमपि भेदः अस्ति वा? तथा किमपि न उक्तं, परन्तु उपलब्धिः इति पदम् अत्रैव प्रयुक्तं प्रथमवारं मनसः विषये. उपलब्धिः इत्युक्ते यद् लभते ज्ञानरूपेण तदेव इति चिन्तयामि. मनसा यद् लभते, यत्किमपि ज्ञानं भवतु, तादृशम् उपलब्धिः इति चिन्तयामि. परन्तु चक्षुरिन्द्रियेण यद् यद्गृह्यते तत्तु रूपं भवति, त्वचा यद्गृह्यते तत् स्पर्शः इति गुणः भवति, तदेव प्रत्यक्षं भवति. भगिनी एकः प्रश्नः अस्ति, अनुमति अपि मनसि भवति, तद् ज्ञानं न आति. अनुमितिः अनुमानम्, अनुमानमपि मनसि भवति. हा हा, तत्तु सत्यं, परन्तु अत्र पश्यन्ति चेत् प्रत्यक्षम् इति उक्तं किमर्थं चेत् सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म धर्माधर्म भावनाख्यसंस्कारः न गृह्यन्ते, परन्तु अन्येन गुणाः सुख दुःख इच्छा एते साक्षात् अनुभूयमानाः खलु, अनुमानः न भवति तत्र. अहं सुखी अस्मि इति प्रत्यक्षमेव. सो अनुमानं लक्षणं न भवति मनसि. अनुमानमपि एकम् अनुमितिः इति अनुमानम् अपि एकविधं ज्ञानं प्रायः मनसा एव जायते, परन्तु अत्र यद् चर्चा अस्ति आत्मनः विषये अपि च आत्मनि विद्यमानस्य गुणस्य विषये, तस्य ग्रहणं सर्वं भवति प्रत्यक्षरूपेण मनसा इति अस्ति. प्रश्नः अस्ति सुमिता वेङ्कटेश, अत्र तच्च प्रत्यात्मनि नियतत्वात् वा नित्यत्वात् वा? तत्र नियतत्वात् तत्र अग्रे अस्ति महोदय, तस्य निरूपणमपि अग्रे भवति प्रत्यात्मनियतत्वात् एव. अस्तु, अनन्तरम् अस्ति सुखदुःख उपलब्धि साधनम् इति उक्तम्. मनः साधनम् अस्ति, साधनं नाम अत्र कारणं, सुखदुःख इत्यादि ज्ञानस्य कारणमस्ति मनः. अत्र साधनम् इति उपकरणं वा अथवा माध्यमं वा इति न, परन्तु साक्षात् यद् कार्यं जनयति तदेव कारणं, तादृशं साधनम् अथवा कारणमस्ति मनः इति अवगन्तव्यमस्ति. अस्तु, अन्येन केनापि आगतं वा? मध्ये केनापि आगतं नूतनतया? अस्तु, जयन्ती भगिनी अग्रे पठति वा? आं भगिनि. अहं सुखी इति पुनः एकं ज्ञानं, भोजनानन्तरं तृप्तिः भवति चेत् अहं सुखी इति ज्ञानम् एकं जायते, अथवा किमपि सौन्दर्यं दृश्यते चेत् सुखम् उत्पद्यते आत्मनि, अहं सुखी इति ज्ञानमेव एकं तत्रापि जायते. पुनः ध्यानेन अलौकिकसुखम् उत्पद्यते, अनेन अहं सुखी इति ज्ञानम् एकं तत्रापि जायते. सुखी नाम किं? सुखवान्, सुखं मयि अस्ति इति अत्र सुखस्य प्रत्यक्षं जायते. तादृशसुखस्य प्रत्यक्षं केन इन्द्रियेण जायते? चक्षुरिन्द्रियेण न जायते, त्वगिन्द्रियेण न जायते, किन्तु मनसा तादृशसुखस्य ज्ञानम् उत्पद्यते, सुखस्य प्रत्यक्षम् उत्पद्यते. अग्रे पठामि वा एतावता? वदतु भगिनि एतावता. अस्तु, पुनः अत्र उच्यते मनसा गुणानां प्रत्यक्षं भवति इति पूर्वस्मिन् परिच्छेदे वयं पठितवन्तः, पुनः तस्य निरूपणमस्ति. अहं सुखी इति भावः केन जायते, मनसा एव प्रत्यक्षं भवति. भोगस्य सुखं वा ध्यानेन यत् सुखम् उद्भवति अलौकिकसुखम् इति, तस्य ज्ञानं मनसा एव जायते आत्मनि. अतः मनसा एव सुखस्य प्रत्यक्षं भवति इति अस्ति. अतः मनः सुखस्य कारणम् इन्द्रियरूपेण तस्य कारणम् इति अस्ति. अस्तु, तत्तु एकमस्ति, इन्द्रियम् अस्ति मनः, सुखदुःख इत्यादिना ग्रहणं भवति इति. अनन्तरं तत्र अहं सुखी इत्युक्तौ तत्र सुखी कः? आत्मा एव सुखी इति, जीवात्मा. हा, अहम् इत्युक्ते जीवात्मा, अहं सुखी. यः सुखवान् अस्ति सः जीवात्मा एव. अत्र इतोपि अधिकमस्ति, अन्यैः इन्द्रियैः ज्ञानं न भवति, चक्षुरिन्द्रियेण वा त्वकिन्द्रियेण वा, मनसा एव तस्य अभिज्ञानं भवति. अहं सुखी अस्मि इति अभिज्ञानं मनसा एव भवति इति अस्ति. सत्यं, तदेव अस्ति. अत्र कोऽपि प्रश्नः? अस्तु, अग्रे सरला भगिनी पठति वा? आं भगिनि. तादृशसुखादीनाम् उपलब्धि प्रत्यक्षस्य यत् साधनं, साधनं नाम कारणं. प्रत्यक्षम् इति ज्ञानस्य कारणम् इन्द्रियम्. उपलब्धि नाम प्रत्यक्षं, तादृशप्रत्यक्षं साधनं कारणम् इन्द्रियं, तदेव इन्द्रियं मनः. उपलब्धि प्रत्यक्षम् अस्य अन्यत् नाम साक्षात्कारः. तर्हि सुखस्य साक्षात्कारः सुखस्य उपलब्धि. ज्ञानं प्रत्यक्षम्, उपलब्धिः, साक्षात्कारः, प्रतीति, प्रत्ययः सर्वं समानम्. पुस्तकस्य साक्षात्कारः केन इन्द्रियेण जायते? चक्षुरिन्द्रियेण इदं पुस्तकम् इति साक्षात्कारः जायते. एवं सुखस्य साक्षात्कारः प्रत्यक्षम्, उपलब्धि. मानसम् इति साक्षात्कारः मनसोपलब्धि, मानसप्रत्यक्षम्. तर्हि अग्रे सुखादि उपलब्धिसाधनं, साधनम् इत्युक्तौ कारणं. सुखादीनाम् उपलब्धे साक्षात्कारस्य यत् कारणं भवति तत् एव इन्द्रियं मनः इति उच्यते. तथा च मनसः लक्षणस्य एकं दलं सुखादि उपलब्धिसाधनत्वं, सुखादि उपलब्धे कारणत्वं, कारणं मनः, कारणत्वं मनसि अस्ति. कार्यम् अहं सुखी इति ज्ञानं वर्तते चेत् तस्य कारणं मनः वर्तते एव. कार्यं विना कार्यं न उत्पद्यते. कारणेन विना कार्यं न उत्पद्यते. यत्र कार्यम् उत्पन्नम् अवश्यं तत्र कारणेन भाव्यं. कारणं भवेत् एव साधनं भवेत् एव. अत्र सुख आदीनाम् उपलब्धि वयम् अग्रे पठितवन्तः. आदीनाम् इति आत्मनि अद्य नवगुण ते गुणाः. उपलब्धि प्रत्यक्षं तस्य कारण मनः अस्ति. साधनम् इति नाम कारणं. प्रत्यक्षम् इति ज्ञानस्य कारणम् इन्द्रियं. प्रथमम् इन्द्रियैः ज्ञानं भवति. इन्द्रियैः ज्ञानं यदि मन इन्द्रियैः भवति तर्हि इन्द्रियैः प्रत्यक्षं ज्ञानं भवति. मनः इन्द्रियं, मनः इन्द्रियं, मनः मनसि इन्द्रियम् इति न, मनः एव इन्द्रियम् अस्ति, तदर्थं मनसा प्रत्यक्षज्ञानं भवति. परन्तु भगिनी, यदि मनः चक्षुरिन्द्रियं न भवति तर्हि चक्षुरिन्द्रियम् अहं न दर्शितुं शक्नुमः. मनः तत्र जाय यदि गच्छति चक्षुरिन्द्रिये तर्हि दर्शनं ज्ञानं भवति. सत्यं सत्यं, तद् अग्रे आगच्छति एव. किन्तु अत्र विषयः अस्ति यत् येन केनापि किञ्चित् येन केनापि किञ्चित् प्रत्यक्षं भवति चेत् तदेव इन्द्रियम् इति अस्ति. अस्तु अग्रे अग्रे प्रत्यक्षं तस्य भिन्ना नामानि सन्ति, ज्ञानं, प्रत्यक्षम्, उपलब्धि, साक्षात्कार, प्रतीति, प्रत्ययः, सर्वसमाननाम अस्ति. उदाहरणपुस्तकस्य साक्षात्कार केन इन्द्रियेण जायते? चक्षुरिन्द्रियेण इदं पुस्तकम् इति अहं पश्यामि यदि तस्य ज्ञानं चक्षुरिन्द्रियेण भवति. चक्षुरिन्द्रियेण यदि पुस्तकस्य ज्ञानं भवति तत् सुखं प्रतीति भवति. एतत् सुखस्य प्रतीति अपि साक्षात्कार प्रत्यक्षम् उपलब्धि अस्ति. मानसमिति साक्षात्कार मानस उपलब्धि तत्र केवलं भेदः कः इति प्रदर्शनाय, चक्षुरिन्द्रियेण इदं पुस्तकम् इति साक्षात्कारः, किन्तु सुख तथैव सुखस्य साक्षात्कारः मनसः. चक्षुरिन्द्रियेण अपि साक्षात्कारः भवति, मनसा अपि साक्षात्कारः भवति, किन्तु चक्षुरिन्द्रियेण भिन्नरीत्या भवति साक्षात्कारः. पुस्तकस्य रूपं गृह्यते, तदा ज्ञायते इदं पुस्तकम् इति, किन्तु मनसा सुखदुःख इत्यादीनां साक्षात्कारः भवति. सो मनः अपि भिन्ना साक्षात्कारं ज्ञानं भवति. तत् सुख आदि उपलब्धं साधनम् इति युक्तौ कारणम्. सो तथैव अस्ति भगिनी, मनसि सुखस्य कारणं मनः अस्ति. मनसि सुखस्य कारणत्वम् अथवा कारणता अस्ति. सो मनसि मनसि लक्षणं सुख उपलब्धत्वम् उपलब्धकारणत्वम् अस्ति. सुखादि उपलब्धिसाधनत्वम् अथवा कारणत्वम् उत्तमं, तथैव अस्ति इति एकं लक्षणम् अस्ति मनसः. अस्तु, कारणं मनः, कारणत्वं मनसि अस्ति. अस्तु, कार्यं कारणम् अस्ति तर्हि कार्यं भवति तस्य. कार्यम् अस्ति, कार्यमस्ति. कार्यं किम्? अहं सुखी इति कार्यं, ज्ञानम् अथवा जन्यम् इति यद्वदामः, जन्यम् इति यद्वदामः तदेव कार्यमस्ति. अहं सुखी इति ज्ञानं जन्यमस्ति, तद् दृष्ट्वा ज्ञायते. कार्यम् अस्ति चेत् कारणमपि स्यात्. अत्र कारणं किं? कार्यस्य मनः. तस्य आकारः अहं सुखी अस्ति. कार्यस्य आकारः अहं सुखी, सत्यम् इति कृत्वा मनः साधनम् इति अस्ति. अपि च अन्तिमवाक्यमस्ति, यत्र कार्यम् उत्पन्नम् अवश्यं तत्र कारणेन भाव्यं. कारणं भवेदेव, साधनं भवेदेव. नाम अहं सुखी इति कार्यं जातं, तद्दृष्ट्वा वयं वक्तुं शक्नुमः एतस्य कार्यस्य कारणं भवेत्. अपि च एतस्य कार्यस्य कारणं किम्? एतस्य कारणं मनः. मनः एव, मनः इति कृत्वा मनः साधनम् अस्ति. तर्हि तस्य लक्षणमस्ति सुख आदि उपलब्धसाधनं, साधनत्वं. हा, उत्तमं भगिनि, तथैव अस्ति. सुखादि उपलब्धि साधनत्वं मनसः एकं लक्षणमस्ति. लक्षणम् अपरं लक्षणमस्ति इन्द्रियत्वम्. इन्द्रियत्वं तदर्थमेव प्रथमे वाक्ये तत्सर्वम् उक्तं. सुखादि उपलब्धि साधनम् इन्द्रियं मनः. एतावता कोऽपि प्रश्नः वा? अस्तु, वेङ्कटेशमहोदय अग्रे पठति वा? पठामि. श्रूयते वा? श्रूयते महोदय. तच्च प्रत्यात्मनियतत्वं संयुक्तत्वं मनसि ज्ञानादिकरणम् आत्मा इति लक्षणवाक्येन सर्वेषु आत्मसु ज्ञानम् उत्पद्यते एव. मम आत्मनि अहं सुखी इति ज्ञानम् उत्पद्यते. भवतः आत्मनि अहं सुखी इति ज्ञानम् उत्पद्यते. सर्वदा कस्मिन्नपि आत्मनि ज्ञानम् उत्पद्यते एव. अन्यच्च इदानीमेव इदमपि बुद्धं यत् ज्ञानस्य उत्पत्त्यर्थः मनः अवश्यम् अपेक्षते. मनः एव कारणं ज्ञानस्य. कारणं विना कार्यं न उत्पद्यते. अतः मनः विना ज्ञानं न उत्पद्यते. मनः विना साक्षात्कारः, सुखसाक्षात्कारः, दुःखसाक्षात्कारः न भवति. सर्वेषां सुखसाक्षात्कारः, दुःखसाक्षात्कारः च भवति. अतः मनः अवश्यं वर्तते इति वक्तव्यम्. सुखसाक्षात्कारः इति कार्यं, मनः कारणं, कार्यं दृष्ट्वा कारणम् अस्ति इति अनुमीयते. तर्हि सर्वेषाम् आत्मनां ज्ञान आश्रयत्वात् सर्वेषु आत्मसु ज्ञान उत्पत्ति सम्भवात् तत्र मनः अवश्यं वर्तते इति वक्तव्यम्. सारांशः एव यत् प्रत्यात्मनियतत्वं संयुक्तत्वं मनसि प्रत्येकम् आत्मनः एकं मनः. अतः तत्र प्रति आत्मनियतत्वम् इति वाक्यम् अस्ति. तस्य विवरणम् अत्र दत्तम् अस्ति. पूर्वं वयं दृष्टवन्तः लक्षणवाक्यं ज्ञानादिकरणम् आत्मा इति लक्षणवाक्ये तस्य विवरणमासीत् सर्वेषु आत्मसु ज्ञानम् उत्पद्यते इति. इदानीं मम आत्मनि अहं सुखी इति एकं ज्ञानम् उत्पद्यते. तथा एव भवतः आत्मनि, अन्यश्च आत्मनि, अन्य आत्मनि अपि अहं सुखी इति ज्ञानम् उत्पद्यते. तादृश ज्ञानं सर्वदा कस्मिन्नपि आत्मनि तादृशज्ञानम् उत्पद्यते एव. अहं सुखी वा, अहं दुःखी वा इति तादृशज्ञानम्. अतः बुद्धमस्ति अत्र ज्ञानस्य उत्पत्त्यर्थ मनः एव ज्ञानस्य उत्पत्तेः कारणम् इति. अतः मनः तत्र ज्ञानस्य कारणं मनः इति तत् अस्माभिः अवगन्तुं शक्यते. कारणं विना कार्यं न भवति. पूर्वमेव तत्र उक्तमासीत् कारणेन कार्यं न उत्पद्यते इति. अतः तत्र तादृश कारणस्य साधनं तु मनः. अतः मनः विना ज्ञानम् अपि न उत्पद्यते. ज्ञानमित्युक्ते अत्र अहं सुखी वा, अहं दुःखी वा, तादृशज्ञानं. मनः विना साक्षात्कारः, साक्षात्कारः इत्युक्ते प्रत्यक्षम् इति पूर्वं तत्र अपरपदं तत्र दत्तम् आसीत्. तादृशप्रत्यक्षं सुखसाक्षात्कारः, दुःखसाक्षात्कारः न भवति. अतः सर्वेषाम् अपि तादृशसाक्षात्कारः भवति. मम ज्ञानमपि अहं सुखी इति ज्ञानं भवति, भवतः ज्ञानमपि भवति. अतः सर्वेषां सुखसाक्षात्कारः, दुःखसाक्षात्कारः च भवति. अतः सर्वेषु आत्मसु मनः अपि अवश्यं वर्तते इति तत्र वक्तुं शक्नुमः. सुखसाक्षात्कारः इति कार्यं, तत्र तादृशं कार्यं, तस्य कार्यस्य कारणं मनः. अतः कार्यं दृष्ट्वा कारणम् अस्ति इति अनुमानं कर्तुं शक्नुमः. अतः इति अनुमीयते. अतः कार्यम् अस्ति सुखसाक्षात्कारः, कारणमस्ति मनः इति. पुनः सर्वेषाम् आत्मनां ज्ञानस्य आश्रयः, ज्ञानम् इति आत्मनि अस्ति तत्र. यतः ज्ञानं ततः उत्पद्यते. अतः सर्वेषात्मसु तादृशज्ञानम् उत्पत्तिः सम्भवः मनः अवश्यं वर्तते. यतः तादृशज्ञानं सर्वेषु आत्मसु उत्पद्यते इति कारणात्, तस्य कारणं मनः इति कारणात् सर्वेषु आत्मसु मनः वर्तते इति निश्चयं भवति. तदेव सारांशः यत् प्रति आत्मनियतत्वं संयुक्तं मनसि इति तस्य वाक्यस्य विवरणम्. सम्यक् अस्ति, तथैव अस्ति. प्रत्यस्मिन् आत्मनि ज्ञानं भवति, ज्ञानं भवति चेत् तत्र मनः अपि स्यात् इति कृत्वा प्रत्येकस्मिन् आत्मनि मनसः नियतत्वम् अथवा मनसः विद्यमानत्वम् इति कृत्वा प्रत्यात्मनियतत्वम् इति उक्तम्. मनसः प्रत्यस्मिन् आत्मनि मनः भवति एव. अपि च इदमपि अवगन्तव्यं यत् एकः एव मनः प्रत्येकस्मिन् आत्मनि न भवति. यतोहि मयि सुखः अस्ति, अपरेषु दुःखः अस्ति, अहं तस्य दुःखं न अनुभवामि, अहं केवलं सुखं मम सुखम् अहम् अनुभवामि इति चेत् तत्र मम मनः भिन्नः, अपरस्य मनः भिन्नः. तर्हि अपरस्य आत्मनि भिन्नः मनः अस्ति इति कृत्वा प्रत्यात्मनियतत्वं भवति मनसः. अनन्तरम् अत्र संयुक्तत्वम् इति उक्तं, महोदय तत्र किञ्चित् वदति वा? संयुक्तत्वं तत्र संयोगः अस्ति. आत्मा कुत्र वर्तते? क्षम्यतां, मनः कुत्र वर्तते? आत्मनि वर्तते. सत्यं सत्यं, सर्वेषु आत्मसु एकमेकं मनः वर्तते एव. अपि च आत्ममनयोः मध्ये कीदृशः सम्बन्धः? संयोगसम्बन्धः. आत्मा अपि द्रव्यं, मनः अपि द्रव्यं, किल? नवद्रव्याणि, पृथ्वी, जलं, तेजः, वायुः इत्यादिकम् आसीत् तत्र. आत्मा मनः अपि तस्यां श्रेण्यां द्रव्ययोः मध्ये संयोगसम्बन्धः इति कृत्वा संयुक्तत्वं भवति मनसि. प्रतियात्मनियतत्वात् संयुक्तत्वं जायते मनसः इति अस्ति. तदर्थमेव अत्र संयुक्तत्वम् इति अपि उक्तं, संयोगसम्बन्धः भवति प्रत्येकस्मिन्. पुनः वदतु, प्रतियात्मा. प्रतियात्मनियतत्वात् संयुक्तत्वं. प्रतियात्मनियतत्वम् इत्युक्ते किं? प्रत्यस्मिन् आत्मनि मनसः नियतत्वम् अथवा मनसः विद्यमानत्वम्. प्रत्येकस्मिन् आत्मनि मनः विद्यते चेत् केन सम्बन्धे? संयोगसम्बन्धे, संयोगसम्बन्धेन. तदर्थमेव संयुक्तत्वम् अपि एकं मनसि इति अस्ति. बुद्धं वा एतावता? आं भगिनि. अस्तु, अग्रे वर्धिनी भगिनी पठति किम्? आं भगिनि. तथा च प्रत्यात्मनेतत्वात् अनन्तम् आत्मानम् अनेकत्वात् मनसः अपि अनेकत्वं. मम एकं मनः, भवतः एकं मनः, अन्यस्य अन्यत् मनः इति आत्मनः भिन्नभिन्नाः भवन्ति किल? एकैकस्य आत्मनः एकैकं मनः. प्रत्यात्मनियतः अयम् आत्मा च चैत्रात्मा, अहम् आत्मा, अयम् आत्मा चैत्रात्मा, तस्यापि एकं मनः वर्तते. मैत्रः अपि कश्चन मैत्रात्मा, तस्यापि एकं मनः. अन्यः देवदत्तः, तस्यापि एकं मनः. अन्यः यज्ञदत्तः, तस्यापि एकं मनः इति सर्वेषाम् आत्मानाम् एकैकं मनः वर्तते. अपि च आत्मानः अनन्ताः. तर्हि प्रत्यात्मनियतत्वात् मनः अपि अनन्तं. मनांसि कति वर्तन्ते? अनन्तानि, न तु एकं द्वे वा, अनन्तानि. आत्मानाम् अनेकत्वात् मनसः अपि अनन्तत्वम्. उच्यतां भगिनि. एतत् वाक्यं प्रत्यात्मनेतत्वात् अनन्तम् आत्मनः अनन्ताः, मम मनः, भवतः मनः, अन्यस्य मनः भिन्नभिन्नाः भवन्ति. एकैकस्य आत्मनः एकैकं मनः. एकैकस्य आत्मनः एकैकं मनः, तदर्थमेव उक्तं प्रत्यात्मनियतत्वं मनसः इति. तावदेव अस्ति, एकैकस्य आत्मनः एकैकं मनः इत्येव सारांशः. प्रत्यात्मनियतत्वम् इत्युक्ते तदेव, प्रत्यस्मिन् आत्मनि एकं मनः इति. अस्तु, उच्यतां भगिनि अग्रे. तदेव अस्ति, आत्मानाम् अनेकत्वात् मनसः अपि अनन्तम्. आत्मनः अनन्ताः, मनसः अपि अनन्ताः. एतत् सारांशः. सारांशः तावदेव अस्ति. आत्मा, कति आत्मानः सन्ति? आत्मानः जीवात्मनः, जीवात्माः एकं वा द्वे वा सन्ति वा? अनेकाः सन्ति. अनेका इति सत्यं, सत्यं. अनन्ताः आत्मानः, तर्हि यावन्तः आत्मानः सन्ति तावन्ति मनांसि. तदर्थं मनांसि अपि अनन्तानि, यतोहि प्रत्यस्मिन् आत्मनि एकं मनः भवति, प्रति आत्मनियतत्वात् अनन्तम् इति तदर्थमेव उक्तम्. भगिनी, प्रश्नः अस्ति. वदतु भगिनि. हरि ओं भगिनि. वदतु, वदतु, श्रूयते वा? श्रूयते भगिनि. पूर्वं जीवात्मनः विषये वयं अस्माकं पठनसमये जीवात्मनः लक्षणम् अनन्तः इति वयं न पठितवन्तः, विभुः इति पठितवन्तः. परन्तु विभुः विभुत्वम् अस्ति चेत् अनन्तत्वम् अपि अस्ति वा? न, अत्र पश्यतु, जीवस्तु प्रति शरीरं भिन्नः विभुः इति उक्तम्, किल भगिनि? कस्मिन् पुटे अहं पश्यामि? द्विषष्टितमे पुटे. सर्वज्ञः परमात्मा एकः एव, परन्तु जीवस्तु प्रतिशरीरं भिन्नः इति उक्तं. तत्र प्रतिशरीरं भिन्नः इत्युक्तौ तदेव सहैव अर्थः खलु, अनन्ताः इति. अस्तु, शरीरसंयोगत्वात् पृथक्तया अस्ति प्रत्यस्मिन्, प्रत्येकं शरीरे पृथक्तया अस्ति, परन्तु स विभुः अस्ति इति. तदर्थं विभुः अस्ति इति न, तदर्थं नास्ति. आम् आम्, अनन्तत्वं तदर्थमस्ति. प्रति शरीरभिन्न भिन्नः अस्ति जीवः. अस्तु अस्तु अस्तु. इति अनन्तः, अपि च प्रत्यस्मिन् जीवात्मनि मनः अस्ति इति कृत्वा मनांसि अपि अनन्तानि. अस्तु, अग्रे माला भगिनी पठति वा? आं भगिनि. भगिनी, एकः प्रश्नः तत्र वेङ्कटेशः, तत्र अहं चैत्रात्मा मैत्रात्मा इति केवलं तत्र भिन्नभिन्न आत्मा इति तत्र दत्तमस्ति वा, किमपि वैशिष्ट्यमस्ति वा तत्र? वैशिष्ट्यं किमपि किमपि नास्ति महोदय, तत्र उदाहरणार्थमेव. मैत्रः एकः पुरुषः, अन्यः एकः पुरुषः. तथैव अस्ति. पठामि वा? हा, अन्य कोऽपि प्रश्नः अस्ति किं? कस्यचित् ध्वनिः आसीत्. अस्तु, माला भगिनी पठतु. एवं परमाणुरूपं कीदृशं परिमाणं वर्तते मनसः? अनुस्वरूपं मनः, अनुपरिमाणं वर्तते तत्र. अनोः प्रत्यक्षं न भवति, अणुः न दृश्यते. पार्थिवाः, जलीयाः, तैजसाः वायवीयाः च परमाणवः भवन्ति. परमाणुः इति एकम् आरम्भकद्रव्यम्. उभाभ्यां परमाणुभ्यां संयोगेन एकं द्व्यणुकम् उत्पद्यते. तदा क्रमेण त्रिभिः द्व्यणुकैः त्र्यणुकं, चतुर्भिः त्र्यणुकैः चतुरणुकम् इत्यादिकम्. परमाणुः अन्तिमः अवयवः. तस्य स्वरूपं किम्? सूर्यजालमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः, तस्य षष्ठतमो भागः परमाणुस्सह उच्यते. मरीचिः नाम किरणः. रजस् इत्युक्तौ चूर्णः, धूलिः. रन्ध्रं वर्तते गृहस्य. रन्ध्रात् सूर्यकिरणाः आगच्छन्ति गृहस्य अन्तः. तेषु सूर्यकिरणेषु सूक्ष्मरजांसि दृश्यन्ते. तानि सूक्ष्मरजांसि त्र्यणुकम् इत्युच्यते. त्र्यणुकं दृश्यते. लोके यत् अस्माभिः दृश्यते तस्य सर्वलघुभागः त्र्यणुकम्. तादृशत्र्यणुकस्य षड् भागाः क्रियन्ते चेत् तत्र प्रत्येकं भागः परमाणुः. स च परमाणुः न दृश्यते. तादृशसूक्ष्मस्वरूपं मनः, अत्यन्तं लघु. परमाणुरूपं नाम परमाणुवत् लघु. अत्र मनः कीदृशः, तस्य स्वरूपं कीदृशः इति लिखितमस्ति. मनः अनुस्वरूपम्, अनुपरिमाणं वर्तते तत्र. अनुपरिमाणम् अस्माभिः न दृश्यते, चक्षुषा न दृश्यते. पृथिवी, जलं, तेजस्, तेजः, वायुः इत्यादीनामपि परमाणवः भवन्ति. परमाणुः प्रथमतया एकम् आरम्भकः द्रव्यम्. द्वौ परमाणौ संयोगेन द्व्यणुकं भवति. तथा त्रिभिः द्व्यणुकैः त्र्यणुकं भवति. चतुर्भिः त्र्यणुकैः चतुरणुकम् इति भवति. सर्वेषाम् अवगमनार्थं तस्मिन् क्रमे त्र्यणुके कति परमाणवः भवन्ति? त्र्यणुके माला भगिनी वदतु. प्रथमतया क्षम्यतां, द्व्यणुके कति परमाणवः? परमाणुभ्यां द्व्यणुकम् उत्पद्यते. तत्र त्रिभिः द्व्यणुकैः इत्युक्ते षड् परमाणवः भवन्ति. त्र्यणुके षड् परमाणवः इति स्मरन्तु. त्र्यणुकं नाम त्रयाणां परमाणूनां संयोगः नास्ति, परन्तु षड् परमाणवः भवन्ति त्र्यणुके इति अस्ति सृष्टिक्रमः. परमाणु द्व्यणुकं, तदनन्तरं त्र्यणुकं, यत्र षड् परमाणवः भवन्ति. अनन्तरं चतुर्भिः त्र्यणुकैः द्वादश परमाणवः. क्षम्यतां, चतुर्विंशति परमाणवः भवन्ति. तस्य अन्तिम अवयवः अस्ति परमाणुः. तस्य स्वरूपं किम्? सूर्यजालमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः, तस्य षष्ठतमो भागः परमाणुस्सह उच्यते. तत्र केवलं तदर्थं पृष्टवती, पृच्छामि, यतोहि तत्र षष्ठतमो भागः इति आसीत्, तत्र षष्ठ इति सङ्ख्या कुतः आगच्छति इति चेत् इतः एव सृष्टिक्रमे अणुपरिमाणं द्वयणुकं त्रयणुकं तथा गच्छति खलु, तदर्थमेव तत्र षष्टि इति सङ्ख्या आगता. अस्तु, श्लोकस्य अर्थः. श्लोकस्य अर्थः एवं मरीचिः इत्युक्ते किरणः, रजः इत्युक्ते चूर्ण धूलिः, यथा जालेन वयं सूर्यकिरणं पश्यामः चेत् तदा वयं धूलिः द्रष्टुं शक्नुमः. तस्य षष्टतमो भागः परमाणुः. एकनिमिष, तत्र धूलिः यदुक्तम् अस्माभिः दृश्यते खलु, तस्य परिमाणं किं? त्रयणुकं. त्रयणुकं त्रयणुकात् आरभ्य दृश्यते. परमाणु न दृश्यते, द्व्यणुकं न दृश्यते, परन्तु त्रयणुकात् आरभ्य चक्षुषा दृश्यते यत्किमपि वस्तु भवतु. धूलिः इति यदस्ति तस्य परिमाणमस्ति त्रयणुकम् इति. अस्तु भगिनि, अग्रे. मरीचिः नाम किरणः, रजस् इत्युक्तौ चूर्णः, धूलिः. रन्ध्रं वर्तते गृहस्य, एकं गृहम् अस्ति, तत्र रन्ध्रम् अस्ति, रन्ध्रात् वयं सूर्यकिरणाः यदा गृहस्य अन्ते आगच्छन्ति, तेषु सूर्यकिरणेषु सूक्ष्मरजांशी दृश्यन्ते. यदा सूर्यकिरणाः रन्ध्रस्य गृहस्य अन्तः आगच्छन्ति, तथा वयं धूलिः द्रष्टुं शक्नुमः. तानि सूक्ष्मरजांसि यद् सन्ति तद् त्रयणुकम् उच्यते. त्रयणुकं दृश्यते यद् वयं पश्यामः तस्य त्रयणुकमेव भवति. त्रयणुकम् आरभ्य वयं द्रष्टुं शक्नुमः. तादृशत्रयणुकस्य षड् भागाः क्रियन्ते चेत् तत्र प्रत्येकं भागः परमाणुः. परमाणुः न दृश्यते अस्माभिः. तादृशसूक्ष्मस्वरूपं मनः. मनः अपि तादृशलघु रूपम् अस्ति, सूक्ष्मस्वरूपं. परमाणुरूपं नाम परमाणुवत् लघु. यथा परमाणुरूपम् अस्ति लघुरूपं, तावत् लघु अस्ति मनः. इत्येव अस्ति परमाणु इत्यस्य विवरणमासीत् यथा भगिन्या विवृतं तत्र. तादृशलघुरूपमस्ति मनसः अपि, परमाणुरूपम् इति उच्यते. तर्हि मनसः परिमाणमस्ति परमाणुपरिमाणम्. अत्र कोऽपि प्रश्नः वा अथवा संशयः अस्ति वा? अस्तु, एवं कुर्मः. तर्हि राजेन्द्रमहोदय, किञ्चित् अवगतं चेत् वदति किं परमाणु इत्यस्य विवरणम्? इदानीं यथा अहम् अवगच्छामि वदामि. इदानीं किम् अस्ति, यथा परमाणु अस्ति, तत् षड् परमाणवः मिलित्वा एकं त्रयणुकम् उत्पद्यते. तत्र त्रयणुकम् आरभ्य एव वयं द्रष्टुं शक्नुमः. यथा यदा सूर्यकिरणाः गृहस्य अन्ते कुत्रापि आगच्छन्ति, तत्र यः धूलिः अस्ति, तत् धूलिः यदा वयं द्रष्टुं शक्नुमः, तत् लघुत्वं भागः त्रयणुकम् उच्यते. तत् तम् अनु त्रिलिङ्गम् उच्यते तस्य षड् भागः परमाणु अस्ति तादृशी सूक्ष्म मनः अपि अस्ति न द्रष्टुं शक्नुमः यादृशी परमाणु अस्ति तादृशी सूक्ष्म मनः अपि अस्ति अत्यन्त लघु अस्ति तथैव वदामः परमाणुवत् लघुः लघु मनः अस्ति परमाणुरूपम् इति अस्ति रजः इति यद् त्रयणुकम् अस्ति रजं स्वीकृत्य षष्ठभागे विभजनं षष्ठभागेषु विभजनं कुर्मश्चेत् तस्य एकभागः स्वीकुर्मश्चेत् तदेव परमाणु तादृशपरिमाणमस्ति मनसः अपि इति श्लोकेन उक्तं श्लोकेन केवलं परमाणोः रूपं किम् इति उक्तं तादृशं रूपं मनसः अपि इति अत्र प्रतिपादितमस्ति अस्तु महोदय अग्रे पठति वा आं भगिनि नित्यं च नोत्पद्यते न वा नश्यति सर्वदा वर्तते तर्हि मनः नित्यं परमाणुस्वरूपं च तादृशम् इन्द्रियं ज्ञानादीनां कारणम् आदीनाम् उपलब्धेः प्रत्यक्षस्य साधनम् अधुना प्रश्नः उदेति मनः कुत्र वर्तते शरीरस्य अन्तर्भावे वर्तते आत्मा शरीरे वर्तते मनः अपि शरीरे भवति किन्तु जीवात्मनः विभूत्वात् सदा सर्वशरीरे भवति जीवात्मा मनः एकस्मिन् समये शरीरस्य एकस्मिन् एव स्थले भवति किन्तु सर्वशरीरे सञ्चरति चक्षुर इन्द्रियेण यदा प्रत्यक्षं जायते तदा मनः तत्र आगच्छति चक्षुर इन्द्रियस्य मनसा सह तदा संयोगो भवति तस्मिन् क्षणे मनः अन्यत्र नास्ति तत्रैव अस्ति घ्राणेन्द्रियेण यदा प्रत्यक्षं जायते तदानीं घ्राणेन्द्रियेण सह मनसा संयोगः अपेक्षते अतः तस्मिन् समये मनः तत्र आगच्छति अपि च यदा गन्धस्य प्रत्यक्षं भवति तस्मिन् क्षणे न तौग्रीन्द्रियेण चक्षुरिन्द्रियेण श्रवणेन्द्रियेण या वा प्रत्यक्षं भवति एकस्मिन् समये एकमेव ज्ञानं मनः बहुवेगेन गच्छति एकस्य अनन्तरम् अन्यत् प्रत्यक्षम् एकस्य अनन्तरम् अन्यत् प्रत्यक्षं मनः अत्यन्तं वेगशाली एकस्मिन् एव समये सर्वं ज्ञानम् उत्पन्नम् इति भ्रान्ति अस्माकं मनः क्षणात्मकज्ञानादीनां कारणं बहु सुन्दरमस्ति इदानीं किम् अस्ति मनः बहु वेगेन गच्छति शरीरे एकस्मिन् शरीरे एकः मनः अस्ति परन्तु विभू तस्य लक्षणं विभुना अस्ति परन्तु परमाणुस्वरूपम् अस्ति एकस्मिन् क्षणे एकम् एव स्थले भवितुम् अर्हति यदा वयं किमपि पश्यामः तत् मनः चक्षुर इन्द्रियेण इन्द्रियेण सह प्रत्यक्षं जायते अग्रिमक्षणे यदा वयं किमपि जिग्रामः तत् ज्ञानेन घ्राणेन्द्रियेण सह तदा प्रत्यक्षं जायते एतस्मिन् एवं भाति मनः सर्वदा सर्वं करोति परन्तु एकस्मिन् क्षणे एकमेव कार्यं करोति परन्तु बहु वेगेन गच्छति तादृशी अस्माकं भाति सर्वं कार्यम् एकस्मिन् सर्वदा भवति परन्तु तथा न भवति एकमेव कार्यं मनः एकमेव इन्द्रियेण सह मनः कार्यं करोति तादृश इति अस्ति जीवात्मा विभुः अस्ति यद्यपि मनः जीवात्मनि वर्तते तथापि मनसः परमाणुरूपम् इत्युक्ते मनः अतीव लघुः एकस्मिन् क्षेत्रे वसति जीवात्मनि अपि च यथा महोदयेन प्रतिपादितं शरीरे सर्वत्र सञ्चरति इन्द्रियेण सह संयोगं स्थापयति इत्यनेन एव भिन्नभिन्नसमयेषु भिन्नभिन्नज्ञानं भवति इति अस्ति मनः वेगेन गच्छति परन्तु सर्वत्र न तिष्ठति मनः कुत्र वर्तते मनः शरीरस्य अन्ते अपि च यत्र कार्यं करोति तत्र तस्मिन् स्थले वर्तते मनः इति कृत्वा क्षणात्मकज्ञानादीनां कारणम् इति अस्ति. तदनन्तरं महोदय नित्यञ्च इति पठितं खलु भवता, तदपि किञ्चित् वदतु. किम् औन्नित्यं च न उत्पद्यते, मनः नित्यम् अस्ति, प्राक् भावना अस्ति, नश्यति अपि न मनः, सदा सर्वदा वर्तते. तर्हि मनः नित्यं परमाणुस्वरूपं, यस्य प्राक् भावना अस्ति नाशं न भवति, तत्तु सः द्रव्यं तु नित्यम् एव, मनः अपि तथैव नित्यम् अस्ति परमाणुस्वरूपम्. एवं भगिनि? हा सत्यं सत्यं. शनिवासरस्य वर्गे एका दीर्घा चर्चा जाता मनसः नित्यत्वस्य विषये. मनः नित्यं नाम शरीरस्य नाशः भवति चेदपि, मरणं भवति चेदपि मनसः नाशः न भवति. यथा जीवात्मनः नाशः न भवति, तथैव मनसः अपि नाशः न भवति. जीवात्मनः नाशः जायते चेत् कृतहाना अकृत अभ्यागमविति दोषः जायते खलु, तथैव मनसः नाशेन अपि तादृशदोषस्य सम्भवः अस्ति इति कृत्वा मनः अपि नित्यः, मनः नित्यं, तस्य नाशः न भवति, मनः अपि अग्रे गच्छति यथा जीवात्मा इति मुख्यविषयः अस्ति. अस्तु, अन्तिमवाक्यं पठति वा महोदय? तदेव उक्तं, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, तच्च प्रति आत्मनियतत्वाद् अनन्तं परमाणुरूपं नित्यं च इति अस्ति. सुखादि यत् किमपि ज्ञानम् अस्ति तस्य उपलब्धिः कारणं मनः एव अस्ति. मनः इन्द्रिय मनसि इन्द्रियत्वम् अपि अस्ति. एवं वा भगिनि? सत्यं सत्यम्. अत्र स्मरन्ति चेत् वायोः लक्षण विवरणसन्दर्भे रूपरहितत्वे सति स्पर्शवत्त्वम् इति दलद्वयमासीत्, तथैव मनसः लक्षणवाक्ये अपि सुखादि उपलब्धिसाधनम् इति एकम्, इन्द्रियम् इति एकम् अस्ति मनसः लक्षणवाक्ये. तर्हि अग्रे पुस्तकात् पठेम किञ्चित्, तत्र दलद्वयस्य सार्थकार्थं किं किं करणीयम् इति अग्रे अस्ति. पुस्तकम् उद्घाटितमस्ति वा? सप्ततितमपुटः. भगिनी एकः प्रश्नः अस्ति, मनः एकः प्रश्नः अस्ति. वदतु भगिनि. मनः एकस्मिन् समये शरीरस्य एकस्मिन्नेव स्थले भवति, चक्षुरिन्द्रियस्य मनसा सह तदा संयोगो भवति. चक्षुरिन्द्रियस्य मनसः संयोगसम्बन्धः अस्ति वा? अवश्यं भगिनि, तथैव अस्ति. चक्षुरिन्द्रियम् इति किम् अस्ति? द्रव्यं खलु, द्रव्यं, पार्थिवद्रव्यं. तथा तदर्थं द्रव्ययोः मध्ये संयोगः एव भवति खलु, तदर्थं तयोः मध्ये संयोगः. घ्राणेन्द्रियेण सह अपि तथैव अस्ति संयोगसम्बन्धः. अपि च यत्र संयोगः भवति तत्रैव ज्ञानं जायते, क्षणात्मकं ज्ञानं जायते मनसा यदा संयोगः भवति. धन्यवादः भगिनी. यदा जनाः वदन्ति मल्टि टास्किङ्ग् कोऽपि करोति तथा न भवितुम् अर्हति, तदा तादृशी दृश्यते अत्र. सत्यं, मल्टि टास्किङ्ग् इव दृश्यते, किन्तु वस्तुस्थितिः इयं, मनः शीघ्रं कार्यं करोति तदर्थं तथा भाति, मल्टि टास्किङ्ग् भाति, अन्यथा न भवितुम् अर्हति. हा, वस्तुतः नास्ति इति अस्ति चिन्तयामि. भगिनि, इतोपि एकः प्रश्नः तत्र मनसः नित्यत्वविषये एव. तत्र मनसः परमाणुरूपम् इति कारणात् न नश्यति इति कारणात् तत्र नित्यत्वं वा? परमाणुः अस्ति चेत् परमाणुरूपं तु न नश्यति खलु? भगिनि, मनसः परमाणुरूपं किन्तु मनः परमाणुः इति न उक्तम् इति एकमस्ति, एकः अंशः. मनसः परमाणुपरिमाणमस्ति, परमाणुरूपं, परन्तु परमाणुवत् लघुः मनः इति उक्तम्. किन्तु नित्यत्वस्य कारणं किम् इति भवती पृच्छति चेत् तत्र नित्यत्वस्य कारणम् इदमेव, नाम कृतः अनाकृताभ्यागमौ इति सर्वं वयं परिशीलितवन्तः खलु, तथैव अस्ति मनसः विषये अपि. परन्तु तत्तु जीवात्मा एव अस्ति खलु, किमर्थं चेत् तत्र मनः तु केवलम् इन्द्रियमेव. तत्र तु किं वदामः, तत्र यदा चक्षुः अस्ति तथैव खलु, चक्षुषा अपि वयं किमपि दृश्यमस्ति चेत् तस्य दर्शनं कुर्मः. परन्तु यदा शरीरस्य नाशः भवति तस्मिन् समये तस्य तद् इन्द्रियस्य नाशः अपि भवति खलु, मनसः अपि. अस्तु, इदानीं चक्षुः इति इन्द्रियं कीदृशमस्ति, पार्थिवद्रव्यमस्ति खलु, पृथिव्याः अंशः अस्ति. ग्राणेन्द्रियम् इति स्वीकुर्मः चेत् तत्रापि पार्थिव अंशाः भवन्ति, शरीरस्य भागः, तर्हि पृथिवी स्यात्. चक्षुः तु चक्षुः पार्थिवेन्द्रियं नास्ति खलु, चक्षुः तु परन्तु तेषां नाशः भवति किल, पृथिवी, तेजः, जलं वा किमपि, वायुः. चक्षुः इति यद् इन्द्रियमस्ति, शरीरस्य भागः अस्ति, परन्तु मनः तथा नास्ति. मनः शरीरे कार्यं करोति इति तु सत्यं, शरीरः भवति चेत् मनः कार्यं करोति इन्द्रियस्य संयोगेन, इन्द्रियेण सह संयोगेन इति तु सत्यं, परन्तु मनसः नाशः न भवति इति स्वीकारः अस्ति अत्र. यतोहि जीवात्मनि यद् ज्ञानम् तस्य तस्य कारणमस्ति मनः. यदि मनसः नाशः भवति तर्हि तद् ज्ञानमपि नष्टं भवति इति कृत्वा. अस्तु, तत्र ज्ञानस्य कारणं तर्हि तथा वदामः चेत् तत्र चक्षुषा अपि ज्ञानं भवति खलु आत्मनि, तदपि आत्मा तु नित्यमेव अस्ति, तर्हि तस्य ज्ञानस्य अपि तत्र भेदः कः, तर्हि तत्र द्वयोः ज्ञानयोः कः भेदः अस्ति. हा हा हा, तर्हि अहं एवं चिन्तयामि, चक्षुषा यद् जायते प्रत्यक्षम् इति ज्ञानं, तत्र मनः जायते खलु. न, चक्षुषा किं जायते, रूपस्य ज्ञानं भवति किल. हा, अहं किमपि पश्यामि, पुस्तकं पश्यामि चेत् तत्र प्रत्यक्षज्ञानं कथं भवति, रूपस्य ग्रहणेन. चक्षुषा रूपं गृह्यते, परन्तु मनसा तथा नास्ति. मनसा किं गृह्यते, आत्मनि विद्यमानस्य सुखस्य वा दुःखस्य वा इच्छायाः वा ग्रहणं, तथा अस्ति मनसा. तर्हि मनसा यद् ज्ञानं जायते तद् इतोपि किञ्चित् किं वदेम, आत्मसम्बद्धम् अस्ति. यदि मनसः नाशः भवति तर्हि तादृश आत्मसम्बद्धज्ञानस्य अपि नाशः भवति खलु, परन्तु तथा न भवति इति वयं जानीमः. अहं सुखी अस्मि, अहं दुःखी अस्मि, तस्य कारणं किं स्यात्? आत्मनि विद्यायाः पापपुण्यं वा अथवा धर्माधर्मौ इति गुणाः ये भवन्ति, तेषां कारणेन एव एतत् सर्वं भवति, सुखदुःख इत्यादयः खलु. तर्हि आत्मनः नाशः न भवति इति स्वीकारः भवति चेत् तत्र, तर्हि आत्मनि विद्यमानस्य सुखदुःखादि ज्ञानस्य अनुभवार्थं यदिन्द्रियमस्ति तस्यापि नाशः न स्यात् इति स्वीकारः इति कृत्वा नित्यम् इति चिन्तयामि मनः. अस्तु, तर्हि तत्र यदि तस्य ज्ञानस्य किञ्चित् वैशिष्ट्य, यद् ज्ञानं वयं मनसा प्राप्नुमः तद् ज्ञानस्य वैशिष्ट्यमस्ति, तदर्थं तत्र मनः नित्यम् इति इति अहं चिन्तयामि. नो चेत् सुखदुःख इत्यादीनां कारणं किं प्रायः तदेव तथा एव. भगिनी एकः प्रश्नः, मनः नित्यं चेत् अनुभव अपि नित्यं वा? सुखदुःख अनुभव एक अनुभवम् उदीयते मनसि, तत् तत् अनुभवः नित्यं क्षणात्मकः अस्ति. सत्यं खलु, सत्यं. यथा भगिन्या उक्तम्, अहं सुखी अहं दुःखी इति यत्किमपि ज्ञानं तत् सर्वं क्षणात्मकम्. अहं सर्वदा सुखी न भवामि अथवा सर्वदा दुःखी न भवामि. आम्, किन्तु तत् ज्ञानं मनसि उदयते चेत् मनः नित्यं नित्यवस्तु, तत्कारणम् अनुभवमपि नित्यं वेगेन गच्छति. अहं चिन्तयामि, एकं तु अस्ति यथा भगिन्या उक्तं वेगेन गच्छति, तदर्थं मल्टिटास्किङ्ग् वा किमपि भाति. परन्तु अत्र भवतः प्रश्नः अस्ति, मनसा यद् गृह्यते सुखदुःखं तदपि नित्यं स्यात् जीवात्मनि अस्ति चेत् इति खलु. परन्तु जीवात्मनि सुखदुःख इति ज्ञानमपि क्षणात्मकम्. जीवात्मा सर्वदा सुखी सर्वदा दुःखी न भवति. तर्हि सुखदुःख इत्यादि गुणाः नित्याः इति न वक्तुं शक्नुमः इति मन्ये. कदाचित् सुखमस्ति कदाचित् दुःखमस्ति भिन्नभिन्नकारणेन इति चिन्तयामि. सुखदुःखादीनां स्मरणं तु नित्यं खलु, तथा अतः एव संस्कारः इति उदेति. सत्यं सत्यं, सुखदुःखादीनां कारणं पापं वा पुण्यं वा इति जीवात्मनि भवति संस्कारः संस्काररूपेण. तर्हि यद्यपि सुखदुःखं नित्यं नास्ति, तेषां कारणं नित्यं वा? तेषां नाम पापपुण्य इति कारणम्. आम्, तदपि कथं नित्यं स्यात् इति अहं चिन्तयन्ती अस्मि. येन केनचित् पापं कृतम् अस्तु पूर्वजन्मनि, तस्य पापस्य कृते सः दुःखम् अनुभवति इति चिन्तयतु. तदनन्तरमपि पापम् अग्रे प्रचलति वा इति प्रश्नः भवति. अथवा येन केनचित् किमपि पुण्यं कृतं चेत् तस्य पुण्यस्य फलरूपेण सः सुखम् अनुभवति चेत् सुखस्य अनुभवार्थमेव तत्र अस्ति जीवात्मनि, धर्मः इति वा किमपि. तर्हि तदपि गुणाः नित्यत्वेन न तिष्ठन्ति इति चिन्तयामि. परन्तु जीवात्मा अथवा मनः नित्यत्वेन भवतः इति मम चिन्तनम् अस्ति. प्रायः इतोपि गभीररीत्या चिन्तनीयम् इति भाति प्रायः शनिवासरस्य मार्गे. भगिनि एक प्रश्नः, मनः शरीरे वर्तते इति स्थापयति चेत् मरणानन्तरं शरीरं मनः कुत्र वर्तते? मनः नित्यम् अस्ति, मनः कुत्र वर्तते भवान् एव वदतु. मनः शरीर आत्मनि आत्मनि आत्मनि वर्तते इति अस्ति खलु. अत्र एकं वाक्यमस्ति, प्रतिनियतत्वं संयुक्तत्वम् इति मनसः. किन्तु तत्र अधुना प्रश्नः उदेति, मनः कुत्र वर्तते? शरीरस्य अन्तर्भावे वर्तते इति एक. हा, वस्तुतः मनः आत्मसम्बद्ध इन्द्रियम् अस्तु, आत्मसम्बन्ध इन्द्रियं. तर्हि मनः प्रायः आत्मनि एव वर्तते, अस्तु शरीरे कार्यं करोति इत्यत्र तु न संशयः, किन्तु शरीरस्य नाशानन्तरमपि मनसः नाशः न भवति, आत्मसम्बन्धम् अस्ति मनः, आत्मा नित्यः तथैव मनः अपि नित्यः एव स्यात्. मनः शरीरे वर्तते चेदपि आत्मा अपि शरीरे वर्तते खलु, तर्हि यदि मनः आत्मनि वर्तते भगिनि, तत्र आत्मा शरीरे न वर्तते, आत्मा विभुः सर्वत्र वर्तते, जीवात्मा विभुः सर्वत्र वर्तते. भगिनि तत्र लिखितमपि अस्ति खलु भगिनि, अधुना प्रश्नः उदेति मनः कुत्र वर्तते, शरीरस्य अन्तर्भावे वर्तते, आत्मा शरीरे वर्तते, मनः अपि शरीरे भवति इति. आत्मा शरीरे अपि अस्ति, शरीरे अपि अस्ति विभुः इति कारणात् शरीरेतरः अपि अस्ति, शरीरेतरम् अपि अस्ति, मनः तु केवलं शरीरे अस्ति, यतोहि आत्मनि वर्तते चेदपि यदात्मा मन् शरीरे वर्तते तेन सह मनः शरीरे शरीरे एव अस्ति इति मम अवगमनं, तथा नास्ति वा? किन्तु महोदयस्य प्रश्नः आसीत् इदानीं मरणानन्तरं मनः कुत्र वर्तते, शरीरे एव वर्तते मनः इति स्वीकारः भवति चेत् तत्र तर्हि शरीरस्य नाशानन्तरं मनः कुत्र गच्छति? तदेव भगिनि, तत्र यदो यद्यपि मनः शरीरे वर्तते तत् यद् आत्मा शरीरे वर्तते तेन सह अस्ति खलु, तर्हि मरणस्य अनन्तरं शरीरस्य नाशः भवति चेत् अपि तत्र मनः तु आत्मना सह एव भवति इत्येव उक्तं, तथा नास्ति इत्येव उक्तम् अधुना, केवलं शरीरसम्बद्धं न आत्मसम्बद्धम् अस्ति मनः इति, आत्मनः इन्द्रियम् अस्ति तर्हि तस्य नित्यत्वम्. आम्, मम प्रश्नः तु तत्र भवती उक्तवती खलु तत्र आत्मा तु शरीरे नास्ति इति, तथा नास्ति खलु, आत्मा तु शरीरे अपि अस्ति. एकनिमिषः भगिनि, आत्मा जीवात्मा शरीरे वर्तते इति अत्र उक्तं सत्यमस्ति, परन्तु जीवात्मा विभुः खलु, मम जीवात्मा, एकनिमिषं, मम जीवात्मा अत्र अस्ति, मम जीवात्मा भारतदेशे अपि अस्ति, तत्र वृत्ति अनियामकत्वम् अस्ति जीवात्मनः, आत्मा शरीरे वर्तते इति इत्यस्य वदनेन किं ज्ञायेत? आत्मा सर्वत्र अस्ति, परन्तु आत्मनः विवरणं पश्यति चेत् तत्र उक्तमस्ति आत्मा विभुः सर्वत्र अस्ति, परन्तु आत्मनि ज्ञानं तदा जायते यदा स्वशरीरे आत्मा भवति इत्येव. सत्यं, तदेव तत्र सत्यं, तदेव अहमपि वदामि भगिनि, तत्र आत्मा विभुः इति कारणात् आत्मा तु सर्वत्र अस्ति, शरीरे अपि अस्ति, शरीरे अपि अस्ति इति अस्ति, शरीरस्य अन्तर्भावे वर्तते, तत्र तस्मिन् वाक्ये सत्यम् अपि अस्ति, परन्तु इतोपि किञ्चित् वक्तव्यं, केवलं शरीरान्ते न विभुः अपि आत्मा इति अस्ति. भगिनि, अहं चिन्तयामि प्रश्नः तु बहु समीचीनम् अस्ति, परन्तु किञ्चित् अत्यन्त गभीर एवं भिन्न भिन्न भिन्न दृष्ट्या द्रष्टुं शक्नुमः, किञ्चित् तादृशी सरलभाव न अपेक्षते कोऽपि एक्स्प्लेनेशन् प्रायः, अथवा अग्रे किञ्चित् अग्रे पठित्वा अग्रे गत्वा जानीमः इति चिन्तयामि, अधुना प्रश्नः सन्ति चेत् स्युः, परन्तु अग्रे प्रायः स्पष्टः भवेयुः इति चिन्तयामि. अस्तु, अग्रे सरेम वा इतः. मनोनिरूपणम् इति सप्ततितमे पुटे स्मः इदानीं, तत्र पश्यन्ति चेत् तत्र प्रथमपरिच्छेदद्वये, अस्तु, आत्मनः निरूपणम् अस्ति, अपि च यत्किमपि करपत्रे आसीत् तदेव अस्ति. सुख सुखादि उपलब्धिसाधनम् इन्द्रियं मनः प्रतिनियतत्वात् अनन्तं परमाणुरूपं नित्यं च इति सर्वम् अत्रैव. तर्हि अग्रे पठेम. अजितमहोदय, काललक्षणव्यवहारे इत्यस्मात् आरभ्य पठति वा? काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः, तत्र च ज्ञानं सविषयकं प्रविष्टमिति तस्य विषयता अतीतत्वे घटादौ च निरूपिता. तद्वदेव इहापि उपलब्धिः प्रत्यक्षरूपं ज्ञानं सविषयकमिति अत्रापि तद्विषयता वक्तव्या. तदाश्रयस्व सुखं भवति. तादृशप्रत्यक्षं प्रति साधनं कारणं मनः चेत् कार्यं प्रत्यक्षं कार्यता प्रत्यक्षे तन्निरूपिता कारणता मनसि इत्येवं रीत्या विवेचनं भवति तथा च चित्रं सुखं निष्ठविषयता निरूपित विषयिताश्रयः प्रत्यक्षं निष्ठा जन्यता निरूपितजनकता आश्रयः मनः. हा, बहु सम्यक् अस्ति महोदय, तथैव अस्ति चित्रं. परन्तु अत्र काललक्षणव्यवहारे ज्ञानशब्दप्रयोगरूपः प्रविष्टः इति अस्ति, किञ्चित् तत्र प्रतिपादयति वा? पृष्ठसङ्ख्या कालनिरूपणं यत्र अस्ति तत् पश्यतु. 54-55 हा, पञ्चपञ्चाशत् पश्यति किम्? अत्र काललक्षणव्यवहारः ज्ञानजनकशब्दप्रयोगः प्रविष्टः, तत्र च ज्ञानं सविषयकं प्रविष्टमिति तस्य विषयता अतीतत्वे घटादौ च निरूपिता इति. काललक्षणे व्यवहारः ज्ञानशब्दप्रयोगः आसीत् इत्युक्तौ कालः इति यदासीत् अस्तु, अतीतः घटः इति व्यवहारः केन जातम्? कालस्य लक्षणं विवरणमस्ति अतीता. वदतु भगिनि. कालेन हा, अतीतादिव्यवहारहेतुः कालः इति अस्ति. तर्हि अतीतः इत्यस्य व्यवहारस्य कारणं कालः इति आसीत्. तत्र पश्यन्ति चेत् जयन्ती भगिनी किञ्चित् वदति वा? चित्रं दृष्ट्वा कः कस्य जनकः, कस्मिन् जनकता जन्यता इति इत्यादिकं. कालविषये वा, कालशब्दप्रयोगविषये वा? सत्यम्. कालात् आरम्भं कुर्मः चेत् कालः कारणम् अस्ति, शब्दप्रयोगस्य कारणं कालः अस्ति. अत्र अपि च शब्दप्रयोगः कीदृशः? अतीतः घटः अतीतः इति शब्दप्रयोगः. घटः अतीतः इति शब्दप्रयोगः, तस्य कारणम् अथवा हेतुः अस्ति कालः. अग्रे. अतः काले कारणता अस्ति. कारणतायाः निरूपणं शब्दप्रयोगे अस्ति. कारणता कार्यतारूपेण शब्दप्रयोगे अस्ति. कालः कारणं, शब्दप्रयोगः कार्यं. कार्यं कालेन जातम् जातः शब्दप्रयोगः इति कृत्वा काले कारणता, शब्दप्रयोगे कार्यता. पुनः शब्दप्रयोगः कारणम् अस्ति. कस्य कारणं? ज्ञानस्य कारणम् अस्ति. कीदृशं ज्ञानं? घटः अतीतः इति ज्ञानस्य कारणं शब्दप्रयोग प्रयोगे अस्ति, तस्मिन् कारणता अस्ति, अतः तस्मिन् कारणता अस्ति. शब्दप्रयोगे कारणता, ज्ञाने ज्ञाने कार्यता अस्ति, ज्ञानेन शब्दप्रयोगः उदेति, अतः ज्ञाने कार्यता अस्ति. एकनिमिष एकनिमिष, शब्दप्रयोगेन ज्ञान, शब्दप्रयोगेन क्षम्यताम्, शब्दप्रयोगेन ज्ञानं जातं, तर्हि शब्दप्रयोगे पुनः कारणता, ज्ञाने कार्यता. अपि च ज्ञानस्य आकारः कः? वदतु सरला भगिनी, वदतु. अतीतघट ज्ञानस्य आकारः अस्ति, अतीतः घट घटविशेषम् अस्ति, घटे विद्यमान धर्म अस्ति घटत्वं, ते तत् अवच्छिन्न विशेषता निरूपित ज्ञानम्. अतीत्वं विशेषणम् अस्ति, तत् विद्यमान धर्म अतीतत्वं भवति, तत् अवच्छिन्ना प्रकारता निरूपिता ज्ञानं, तत् ज्ञानम् अस्ति कार्यता, तद् ज्ञानं कार्यता एतत् निरूपित शब्दप्रयोगत्वम् अवच्छिन्ना कारणता निरूपिता कार्यता इति सर्वम् अस्ति. इति घटः घटे घटत्वम्, अपि च अतीतः घटः इत्यस्मिन् वाक्ये घटः इति विशेष्यः अतीतत्वं विशेषणम्. यथा वयं जानीमः, पूर्वमपि वयं दृष्टवन्तः, भूतलं घटवत् इत्यस्मिन् वाक्ये भूतलम् इति विशेषं, तस्मिन् विशेष्यता इति आसीत्. घट घटवत् इत्यस्मिन् घटः विशेषणं, घटे प्रकारता इति आसीत्. तर्हि तदेव चित्रम् अत्र अस्ति, अत्र घटः विशेष्यः, तस्मिन् विशेष्यता. अतीतत्वम् अतीतत्वम् इति विशेषणं, तस्मिन् प्रकारता अस्ति. अधुना तत्र अखिला भगिनी अन्तिमवाक्यं पठति वा, तथा च इति तस्मिन्नेव. तथा च आहत्य अतीतत्वत्व अवच्छिन्न प्रकारतानिरूपित घटत्व अवच्छिन्न विशेष्यतानिरूपित क्षम्यतां विशेषतानिरूपक ज्ञान तावत् तावत् अत्र ज्ञानस्य निरूपणं, तद् ज्ञानं कीदृशं? विशेष्यतानिरूपकं ज्ञानम्. पुनः विशेष्यता कीदृशी? घटत्व अवच्छिन्न घटत्व अवच्छिन्न विशेष्यतानिरूपकज्ञानं. हा, पुनः प्रकारता कीदृशी अस्ति तत्र? अतीतत्व अवचिन्न प्रकारता इति अस्ति खलु. अतीतत्वम् इति विशेषणं, तस्मिन् अतीतत्वम् इति अवच्छेदकधर्मः. घटः विशेष्यं, तस्मिन् घटत्वम् इति अवच्छेदकधर्मः. तेन विशेष्यता अवच्छिन्ना भवति, तथैव अतीतत्वम् इत्यनेन प्रकारता अवच्छिन्ना भवति. एतत् सर्वम् उपयुज्य ज्ञानस्य निरूपणम् अन्ततो गत्वा ज्ञानस्य निरूपणं कृत्वा पुनः ज्ञानत्वावच्छिन्न कार्यतानिरूपितशब्दप्रयोगत्वावच्छिन्न इत्यादिकं सर्वं तथा तस्मिन्नेव क्रमे अग्रे गत्वा अन्तिमवाक्यम् अस्ति कालस्य लक्षणम्. कालस्य लक्षणार्थं किम् अपेक्षितमस्ति? कारणता खलु. एतत् सर्वम् उक्त्वा कारणताश्रयत्वं कालस्य लक्षणम् इति उक्तम्. तथैव एतस्मिन् चित्रे यद् अजितमहोदयेन दर्शितं, तस्मिन् चित्रे जनकताश्रयत्वं जनकता मनसः लक्षणं वक्तव्यं भवति. तथैव तादृश अतीतः घटः इति यद् चित्रमासीत् तथैव चित्रं रचनीयमस्ति. पुनः सप्ततितमे पुटे तत्र अतीतः घटः इति आकारः यः आसीत् तथा अत्र किं भवति आकारः? अहं सुखम् अहं सुखी अहं सुखी इति बुद्धं वा सर्वैः? तर्हि अजितमहोदय वदतु, अहं सुखी इत्यस्मिन् विशेष्यं किं, विशेषणं किम्? अहं सुखी, अस्तु, अहम् इत्युक्ते आत्मा, आत्मा सुखी इति अस्ति आकारः, तत्र विशेषणं किं, विशेष्यं किम्? विशेष्यम् अहम्. हा उत्तमं, विशेष्यम् अस्ति अहम् अथवा आत्मा. हा विशेषणं सुखी. हा तद् तावदेव सुखी इति. तर्हि वस्तुतया अत्र आत्मा इति विशेष्यम् अस्ति इति कृत्वा आत्मनि विशेष्यता भवति, यथा घटे विशेष्यता तथा आत्मनि विशेष्यता. सुखी इति विशेषणम् अस्ति, तर्हि सुखत्वम् इति एव चिन्तयन्तु. तस्मिन् प्रकारता भवति. तेन किं निरूपितं भवति? प्रत्यक्षम् इति ज्ञानं निरूपितं भवति. ततः अग्रे सुलभमेव, प्रत्यक्षम् इत्यस्मिन् विषयिता अस्ति, अपि च प्रत्यक्षम् इत्यस्मिन् जन्यता अथवा कार्यता अस्ति. प्रत्यक्षस्य कारणं किम्? मनः. मनः एव प्रत्यक्षस्य कारणं, मनसि जनकता अस्ति. तर्हि एतत् सर्वम् उपयुज्य, यथा अतीतः कालः इति चित्रं रचितमासीत् अस्माभिः, अवच्छेदकधर्मः कः इति सर्वं प्रदर्श्य, सुखत्वम् इति अवच्छेदकधर्मः भवति प्रकारतायाः, आत्मवत्वम् इति चिन्तयन्तु तदेव भवति पुनः अवच्छेदकधर्मः विशेष्यतायाः इति सर्वम् उपयुज्य मनसः लक्षणवाक्यं लेखनीयम्. अत्र तु न अस्ति, परन्तु यत्किमपि अपेक्षितम् अस्ति, आवश्यकमस्ति वाक्यस्य लेखनार्थं, तत्सर्वम् अस्ति. महोदयेन पठितं खलु, तादृशप्रत्यक्षं प्रति कारणं मनः, तर्हि मनसि कारणता इत्यादिकं सर्वम् उपयुज्य मनसः लक्षणवाक्यं लेखनीयं. सुखत्वावच्छिन्नप्रकारता इत्यस्मिन् आरभ्य अन्ततो गत्वा कारणताश्रयत्वं मनः इति लेखनीयं भवति. यथा कारणताश्रयत्वं कालस्य लक्षणम् इति उक्तम्, अत्रापि कारणताश्रयत्वं मनसः लक्षणम् इति पर्याप्तं न भवति. कारणताश्रयत्वे सति इन्द्रियत्वं मनसः लक्षणम् इति पूर्णं वाक्यं साधनीयम् इति अस्ति गृहपाठः अस्मिन् सप्ताहे. तर्हि तस्य लेखनार्थं सामग्री सर्वम् अत्रैव अस्ति, यद् पठितं महोदयेन, अपि च चित्रमपि प्रतिपादितं, तत्सर्वम् अस्ति अत्र. केवलम् इतोपि किञ्चित् विस्तृतरीत्या चित्रं लिखित्वा सुखत्वावच्छिन्नप्रकारता इत्यस्मात् आरभ्य पुनः अग्रे गत्वा कारणताश्रयत्वे सति इन्द्रियत्वं मनसः लक्षणम् इति सम्पूर्णवाक्यं लेखनीयं भवति. अत्र कोऽपि संशयः अस्ति वा भगिनि? क्षम्यताम्, अहं लिखितवती तत् पठामि वा? अवश्यं, प्रायः किञ्चित् चर्चां कर्तुं शक्नुयाम. अस्तु, वदति वा भगिनि? जीवात्मवत्वम् अवच्छिन्न विषयतानुरूपित, सुखत्व अवच्छिन्न प्रकारता निरूपक, प्रत्यक्षनिष्ठ प्रत्यक्षत्व अवच्छिन्न जन्यता निरूपित, जनकता आश्रयत्वे सति इन्द्रियत्वं मनः. इन्द्रियत्वं मनसः लक्षणं, मनसः लक्षणम्, इन्द्रियत्वं मनसः लक्षणं. हा बहु सम्यक् अस्ति भगिनि, तथैव समीचीनम् इत्येव भाति, तथैव लेखनीयमस्ति वाक्यम्. अत्र कोऽपि प्रश्नः अस्ति वा? भगिनि एकः प्रश्नः अस्ति इदानीं तत्र अत्र दलद्वयस्य आवश्यकमस्ति किल, तद् चित्रे वयं कथं दर्शयामः, चित्रे दर्शनीयं वा तत्र इदानीम् इन्द्रियम् इति कुत्र वयं स्थापयितुं शक्नुमः तत्र? इदानीं इन्द्रियत्वं कुत्र अस्ति? मनसि अस्ति. हा तर्हि प्रायः दर्शयितुं शक्नुमः खलु तत्र कारणताश्रयत्वे सति इन्द्रियत्वम् इति दर्शयितुं शक्नुमः. कारणता इति यदस्ति अथवा जनकता इति यदस्ति तस्य विवरणार्थम् एव एतत् सर्वम् अपेक्षितं. सुखत्वम् आत्मावत्वं यथा भगिन्या उक्तं तत्सर्वम् उपयुज्य अन्ततो गत्वा जनकतायाः निरूपणम् अपि च तस्याः जनकतायाः आश्रयत्वम् अस्ति मनसि अपि च इन्द्रियत्वमपि अस्ति मनसि इति प्रदर्शनीयम्. सम्पूर्णवाक्ये लक्षणद्वयं स्यात्, सुखत्वावच्छिन्नप्रकारता इत्यादिकं, कारणताश्रयत्वे सति इन्द्रियत्वम् इति लक्षणद्वयमपि सूचितं स्यात् मनसः. अस्ति अग्रिमसप्ताहे इतः अग्रे पाठः भवति पुनः दलद्वयस्य आवश्यकता किमर्थम् इति. भगिनी अग्रिमे सोमवासरे जुलै 4 अस्ति. रविवासरे शनिवासरे अस्ति वा भगिनी वर्गः? प्रायः स्यात्, महोदयेन किमपि न उक्तं तर्हि प्रायः स्यादेव वर्गः. पश्यामः वर्गः स्यात् इति चिन्तयामि, किन्तु वर्गार्थं गृहपाठरूपेण एतद् वाक्यं लिखित्वा चित्रं निर्मापयितव्यम्. सोमवासरे भवेत्? सोमवासरे भवति भगिनि, अस्मिन् सोमवासरे अहं भविष्यामि. शनिवासरे वर्गः भवति चेत् सोमवासरे भविष्यति. अन्यः कोऽपि प्रश्नः? अन्य कोऽपि प्रश्नः अथवा भ्रमः अस्ति वा अस्मिन् चित्रे? नास्ति भगिनि, धन्यवादः. अस्तु, प्रश्नः नास्ति. धन्यवादः. धन्यवादः. शुभरात्रिः.